पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 22 भीष्म उवाच भूर्लोकोऽधभुवर्लोकस्वर्लोकोऽधमहर्जनः तपःसत्यं च सप्तैदे देवलोकाः प्रकीर्तिताः पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेद् इह लोके शुभं रूपमायुरारोग्यमेव च लक्ष्मीश्च विपुला ब्रह्मन् कथं स्यात्सुरपूजित पुलस्त्य उवाच पुरा उदासनसार्धं मारुतेन महीतले आदिष्टपुरुहूतेन विनाशाय सुरद्विषां निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः तारककमलाक्षश्च कालदंष्ट्रः परावसुः विरोचनस्तु संह्रादप्रयातास्ते तदावसन् अध समुद्रमाविश्य सन्निवेशमकुर्वत अशक्ता इति तेऽप्यग्निमारुताभ्यामुपेक्षिताः ततः प्रभृति वै देवान्मानुषान् स भुजङ्गवान् सम्पीड्य च मुनीन् सर्वान् प्रविशन्ति पुनर्जलम् एवं युगसहस्राणि ते वीराः सप्तपञ्च च जलदुर्गबलाद्राजन् पीडयन्ति जगत्त्रयम् तद पुनरधो वह्निमारुदावमराधिपः आदिदेशाचिरादम्बु निधिरेष विशोष्यताम् यस्मादस्मद्विषां चैष शरणं वरुणालयः तस्माद्भवद्भ्यामद्यैव शोषमेष प्रणीयताम् तावो चतुस्तदशक्रं मय शम्बरसूदनम् अधर्म एष देवेन्द्र सागरस्य विनाशनम् यस्माज्जीवनिकायस्य महदः संक्षयो भवेद् तस्मादुपायमन्यं तु समाश्रयपुरन्तर यस्य योजनमात्रेऽपि जीवकोटिशतानि च निवसन्ति सुरश्रेष्ठ स कथं नाशमर्हति एवमुक्तः सुरेन्द्रस्तु क्रोध संरक्तलोचनः उवाचेदं वचो रोषादमरावग्निमारुतौ न धर्माधर्मसंयोगं प्राप्नु वंत्यमरा क्वचिद् भवं तौ दु विशेषेण महात्मानौ चु तिष्ठदः ममाज्ञानकृता यस्मान्मारुतेन समं त्वया मुम्निव्रतपरो भूत्वा परिगृह्य कलेवरम् धर्मार्थशास्त्ररहितां योनिं प्रतिविभावसो तस्मादेकेन वपुषा मुनिरूपेण मानुषे मारुतेन समं लोके तव जन्म भविष्यति यदादु मानुषत्वेऽपि त्वया गण्डूषशोषितः भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि इदीन्द्रशापात्पतितौ तत्क्षणात्तौ महीतले अवाप्तवन्तौ देहे च कुम्भाजन्म तदोऽभवत् मित्रावरुणयोर्वीर्याद्वसिष्ठश्चात्मजोऽभवत् तदोऽगस्त्य उग्रतपा बभूव मुनिसत्तमः अस्माद्भ्रातुः स वैभ्राता वसिष्ठस्यानुजो मुनिः भीष्म उवाच कथं च मित्रावरुणौ पितरावश्यतौ स्मृतौ जन्म कुम्भादगस्त्यस्य यथाभूत् तद्वदाधुना पुलस्त्य उवाच पुरा पुराणपुरुषः कदाचिद्गन्धमादने भूत्वा धर्मसुतो विष्णुश्चचार विपुलं तपः तपसा चास्य भीदेन विघ्नार्थे प्रेषिदावुभौ शक्रेण माधवानङ्गावप्सरोगणसंयुतौ यदा च गीतवाद्येन भावहावादिना हरिं न काममाधवाभ्यां च मोहं नेतुमशक्यत तदा काममधुस्त्रीणां विषादमभजद्गणः संक्षोभायद तस्तेषामूरुदेशान्नराग्रजः नारीमुत्पादयामास त्रैलोक्यस्यापि मोहिनीम् सम्मोहितास्तया देवास्तौ तु चैव सुरावुभौ अप्सराणां समक्षं हि देवानामब्रवीद्धरिः उर्वशीति जनाम्नेयं लोके ख्यातिं गमिष्यति तथ कामयमानेन मित्रेणाकूयतोर्वशी प्रोक्तामां रमयस्वेदि बाढमित्यब्रवीच्च सा गच्छन्तीदु ततः सूर्यलोकमिन्दीवरेक्षणा वरुणेन वृता पश्चाद्वचनं तमभाषत मित्रेणाहं वृता पूर्वं मम सूर्यः पदिप्रभो उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम् गदायां बाढमित्युक्त्वा मित्रशापमदादध अद्यैव मानुषे लोके गच्छ सोमसुतात्मजं भजस्वेदि यदो मिथ्या धर्म एष त्वया कृतः जलकुम्भे तदो वीर्यं मित्रेण वरुणेन च प्रक्षिप्तमथ संजादौ द्वावेव मुनिसत्तमौ निमिर्नाम नृपस्त्रीभिः पुरा द्यूतमदीव्यद तदन्तरेभ्या जगाम वसिष्ठो ब्रह्मसम्भवः तस्य पूजामकुर्वाणं शशाप समुनिर्नृपम् विदेहस्त्वं भवस्वेदि शब्दस्तेनाप्यसौ मुनिः अन्योन्यशापादुभयोर्विशरीरेदु तेजसी जग्मदुःशापनाशाय ब्रह्माणं जगदः पदिम् अध ब्रह्मसमादेशाल्लोचनेष्वसन्निमिः निमेषास्युश्चलोकानां तद्विश्रामाय पार्थिव वसिष्ठोऽप्यभवत्तस्मिन् जलकुम्भे च पूर्ववद तदो जातश्च दुर्बाहुसाक्षसूत्रकमण्डलुः अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः मलयस्यैकदेशे तु वैखानस विधानदः सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुष्करम् ततः कालेन महदा तारकादिनिपीडितं जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयं तदोऽस्य वरदाः सर्वे बभूवुः शङ्करादयः ब्रह्मा विष्णुश्च भगवान्वरदानाय जग्मधुः वरं वृणीष्वभद्रं ते यश्चाभीष्टोऽत्र वै मुने अगस्त्य उवाच यावद्ब्रह्मसहस्राणां पञ्चविंशतिकोटयः वैमानिको भविष्यामि दक्षिणाम्बरवर्त्मनि मद्विमानोदयात् कुर्याद्य कश्चित्पूजनं मम स सप्तलोकाधिपधिपर्यायेण भविष्यति यस्त्वाश्रमं पुष्करेदु मन्नाम्ना परिकीर्तयेद स चैव पुण्यतां यादु वर येष वृदो मया श्राद्धं येत्र करिष्यन्ति पिण्डपूर्वं तु भक्तिदः तेषां पितृगणाः सर्वे मया सह दिवि स्थिताः एतत्कालं वसिष्यन्ति येष एव वरो मम एवमस्त्विदितेऽप्युक्त्वा जग्मुर्देवा यथा गतम् तस्मादर्कप्रदातव्यो ह्यगस्त्याय सदा बुधैः भीष्म उवाच कथमर्कप्रदानं च कर्तव्यं तस्य वै मुनेः विधानं यदगस्त्यस्य पूजने तद्वदस्व मे कुलस्य उवाच प्रत्यूष समये विद्वान् कुर्यादस्योदये निशि स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्याम्बरो गृही स्थापयेद्रवणं कुम्भं माल्यवस्त्रविभूषितं पञ्चरत्नसमायुक्तं कृतपात्रेण संयुतम् अङ्गुष्ठमात्रं पुरुषं तथैव सुवर्णमध्यायद बाहुदण्डं चतुर्भुजं कुम्भमुखे निधाय धान्यानि सप्ताचल संयुतानि स कांस्य पात्राक्षदशुक्लयुक्तम् मन्त्रेण दद्याद्विजपुङ्गवाय उत्क्षिप्य कुम्भोपरि दीर्घबाहु मनन्यचेदा यमदिङ्मुखस्थम् श्वेतां च दद्याद्यदिशक्तिरस्ति रौप्यैकुरैर्हेममुखीं सवत्साम् धेनुं नरः क्षीरवधीं प्रणम्यस्रग्वस्त्रखण्डाभराणां द्विजाय आसप्तरात्रादुदये नृपास्य दातव्यमेदत्सकलं नरेण यावत् समासप्तदशाधवा स्युरधोर्ध्वमप्यत्र वदन्ति केचित् काशपुष्पप्रतिकाश अग्निमारुदसम्भव मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते प्रत्यब्धं च फलत्यागमेवं कुर्वन्नसीदति होमं कृत्वा ततः पश्चाद्वर्तयेन्मानवफलम् अनेन विधिना यस्तु पुमानर्थं निवेदयेतर्क्य इमं लोकमवाप्नोति रूपारोग्यफलप्रदम् द्वितीयेन भुवर्लोकं स्वर्लोकं च ततः परम् सप्तैव लोकानाप्नोति सप्तार्कान्यप्रयच्छति इति पठति शृणोति यो हि सम्यक् चरितमगस्त्यसमर्चनं च पश्येद मदिमपि च ददाति सोऽपि विष्णोर्भवनगदः परिपूज्यते मरौखैः भीष्म उवाच सौभाग्यारोग्यफलदममित्रक्षयकारकं भुक्तिमुक्तिप्रदं यच्च तन्मे ब्रूहि महामते पुलस्त्य उवाच यदुमायापुरा देव उवाचान्धकसूदनः कथासु सम्प्रवृत्तासु धर्म्यासु ललितासु च तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदं गौर्युवाच दत्तशापो हि सावित्र्या मह्यं लक्ष्म्यै सुरेश्वर यथा लक्ष्मी प्रधानत्वमहं यामि तथा वद शङ्कर उवाच शृणुष्वावहिता देवि तथैवान्यत्स्वयं कृतं नराणामध नारीणामाराधनमनुत्तमं नभस्येवाध वैशाखे पुण्ये मार्गशिरस्यथ शुक्लपक्षे तृतीयायां स्नातः स गौरसर्षपैः गोरोचनं स गोमूत्रं गोदुग्धं च कृतं तथा दधि चन्दनसम्मिश्रं ललाटे तिलकं न्यसेद सौभाग्यारोग्य हृद्यस्मात् सदा च ललिताप्रियं प्रतिपक्षं तृतीयायां पुमान्वापि सुवासिनी धारयेद्रक्तवस्त्राणि कुसुमानि सितानि च विधवा शुक्लवस्त्रं वै त्वेकमेव हि धारयेद कुमारी शुक्लसूक्ष्मे च परिदध्यातु वाससि देवीं च पञ्चगव्येन ततः क्षीरेण केवलं स्नापयेन्मधुना तद्वत्पुष्पगन्धोदकेन तु पूजयेच्छुक्लपुष्पैस्तु फलैर्नानाविधैरपि धान्यलाजादिलवणगुडक्षीरकृदान्वितैः शुक्लाक्षततिलैरर्चा कार्या देवि सदा त्वया पादयोरर्चनं कुर्यात् प्रतिपक्षं वरानने वरदायै नमः पादौ तथा गुल्फौ श्रियै नमः अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा ऊरुमाङ्गल्यकारिण्यै वामदेव्यै तथा कटिं पद्मोदरायै जठरं नमः कण्ठे श्रियै नमः करौ सौभाग्यदायिन्यै बाहू च सुमुखश्रियै मुखं दर्पविनाशिन्यै स्मरदायै स्मितं पुनः गौर्यै नमस्तधानासामुत्पलायै च लोचने तुष्ट्यै ललाटमलकं कात्यायन्यै नमः शिरः नमो गौर्यै नमः पुष्ट्यै नमः कान्त्यै नमः श्रियै रम्भायै ललितायै च वामदेव्यै नमो नमः एवं सम्पूज्य विधिवदग्रदः पद्ममालिकेत पात्रैः षोडशभिर्युक्तं क्रमेणैव सकीर्णकं पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परं भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परं विन्यस्येत्पश्चिमे भागे सौम्यां मदनवासिनीं वायव्ये पाडलामुग्रामुत्तरेण तथा उमां साध्यां पद्भ्यां तथा सौम्यां मङ्गलां कुमुदां सदीं भद्रां च मध्ये संस्थाप्य ललितां कर्णिकोपरि कुसुमैरक्षताद्भिर्वा नमस्कारेण विन्यसेद गीतमङ्गलघोषं च कारयित्वा सुवासिनीम् पूजयेद्रक्तवासोभिरक्तमाल्यानुलेपनैः सिन्दूरं स्नानचूर्णं च तासां शिरसि पादयेद् सिन्दूरं कुङ्कुमं स्नानमधिवेष्टं यतस्ततः तथोपदेष्टारमपि पूजयेद्यत्नदो गुरुं न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः जप्यैश्च पूजयेद्गौरीमुत्पलैरसितैः सदा बन्धुजीवैः प्रिये पूज्या कार्तिके मासि यत्नदः जादि पुष्पैर्मार्गशिरे पौषे पीधै कुरण्डकैः कुन्धैः कुमुदपुष्पैश्च देवीं माघेऽपि पूजयेद् सिन्धुवारेण जात्या वा फाल्गुनेऽप्यर्चयेन्नरः चैत्रे तु मल्लिकाशोकैर्वैशाखे गन्धपाडलैः ज्येष्ठे कमलमन्दारैराषाढे च जलाम्बुजैः मन्दारैरथमालत्या श्रावणे पूजयेत् सदा गोमूत्रं गोमयं क्षीरं दधि सर्पिक् कुशोदकम् बिल्वपत्रार्ककुसुमाम्बुजगोशृङ्गवारि च पञ्चगव्यं च बिल्वं च प्राशयेत्क्रमशः सदा एतद्भाद्रपदादौ तु प्राशनं समुदाहृतं प्रतिपक्षं च मिथुनं तृतीयायां वरानने भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः पुंसः पीताम्बरे दद्या स्त्रिया कौशेयवाससी निष्पावजीरलवणमिक्षुदण्डगुडान्वितं स्त्रियै दद्याद्फलं पुंसत्सुवर्णोत्पलसंयुतम् यथा न देवि देवस्त्वां सम्परित्यज्य गच्छति तथा मामुद्धराशेष दुःखसंसारसागराद कुमुदा विमलानन्दा भवानी वसुधा शिवा ललिता कमला गौरी सदी रम्भाध पार्वती नभस्यादिषु मास्येषु प्रियदामित्युदीरयेद व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम् मिथुनानि चतुर्विशद्वादशाधसमर्चयेद अष्टावष्टाधवा भूयश्चतुर्मासेऽथवार्चयेद पूर्वं दत्त्वाधगुरवे पश्चादन्यान् समर्चयेद उक्तानन्दतृतीयैषा सदानन्दफलप्रदा सर्वपापहरा देवी सौभाग्यारोग्यवर्धिनी न चैनं वित्तशाढ्येन कदाचिदपि लङ्घयेत् नरो वा यदि वा नारी सोपवासव्रतं चरेत् गर्भिणी सूतिका नक्तं कुमारी वाधरोगिणी यदा शुद्धा तदान्येन कारयेत्प्रयता स्वयम् इमामनन्दफलदां यस्तृतीयां समाचरेद कल्पकोटिशतं साग्रं शिवलोके महीयते वित्तहीनोऽपि कुर्वीद यावद्वर्षमुपोषणं पुष्पमन्त्रविधाने सोऽपि तत्फलमाप्नुयाद नारी वा कुरुदे यादु आत्मनः शुभमिच्छति जन्मपौरुषमाप्नोति गौर्यनुग्रहकारितम् इति पठति शृणोति वा य इद्धं गिरितनया व्रतमिन्द्रलोकसंस्थः मदिमपि जदतादियोऽपि देवैरमरवधूजनकिनरैः स पूज्यः अन्यामविप्रवक्ष्यामि तृतीयां पापनाशिनीं रसकल्याणिनी मेधां पुरा कल्पभवा विदुः माखे मासितु सम्प्राप्य तृतीयां शुक्लपक्षतः प्रातर्गन्धेन पयसा तिलैस्नानं समाचरेद स्नापयेन्मधुना देवीं तथैवेक्षुरसेन तु गन्धोदकेन च पुनः पूजनं कुङ्कुमेन तु दक्षिणाङ्गानि सम्पूज्य तदो वामानि पूजयेद ललितायै पदं देव्यै वामगुल्फौ तदोर्चयेद जङ्घे जानु तथा शान्त्यै तथैवोरुं श्रियै नमः मदालसायै च कडिममलायै तथोदरं स्तनौ मदनवासिन्यै कुमुदायै च कन्धराम् भुजं भुजाग्रं माधव्यै कमलायै सुखस्मिते भ्रूललाडं च रुद्राण्यै शङ्करायै तथालकं मदनायै ललाडं तु मोहनायै पुनर्भ्रुवौ नेत्रे चन्द्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः उत्कण्ठिन्यै नमः कण्ठममृतायै नमस्तनुं रम्भायै च महाबाहु विशोकायै नमः करौ हृदयं मन्मथाह्वायै पाडलायै तथोदरम् कडिं सुरदवासिन्यै तथोरु पङ्कजश्रियै जानुजङ्घे नमो गौर्यै गुल्फौ शान्त्यै तथार्चयेद धराधरायै पादौ तु विश्वकायै नमः शिरः नमो भवान्यै कामिन्यै वासुदेव्यै जगत्श्रियै आनन्ददायै नन्दायै सुभद्रायै नमो नमः एवं सम्पूज्य विधिवद्विजदाम्पत्यमर्चयेत् भोजयित्वा तथान्येन मधुरेण विमत्सरः समोदकं वारिकुम्भं शुक्राम्बरयुगद्वयं दत्त्वा सुवर्णकमलं गन्धमाल्यैरथार्चयेद प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम् अनेन विधिना देवीं मासि मासि सदार्चयेद लवणं वर्जयेन्माके फाल्गुने च गुडं पुनः नवनीतं तथा चैत्रे वर्ज्यं मधु च माधवे पानीयं ज्येष्ठमासे तु तथा शाठे च जीरकम् श्रावणे वर्जयेत् क्षीरं दधि भाद्रपदे तथा कृतमाश्वयुजे तद्वदूर्जे वर्ज्यं च माक्षिकं धान्याकं मार्गशीर्षे दु पौषे वर्ज्या च शर्करा व्रतान्ते करकं पूर्णमेतेषां मासि मासि च दद्याद्विकालवेलायां भक्ष्यपात्रेण संयुतम् विकाललड्डुकास्सेवकाश्चैव संव्यावमधपूरिका नारिकाकृतपूर्णाश्च पिष्टपूर्णा च नन्दिकी क्षीरशाकं च दध्यन्नं पिण्डशाकं तथैव च माखादौ क्रमशो दध्यादेतानि करकोपरि कुमुदामाधवीरम्भा सुभद्रा च शिवाजया ललिता कमलानङ्गा मङ्गलारदिलालसा क्रमान्माखादिमासेषु प्रीयदामिति कीर्तयेद सर्वत्र पञ्चगव्यं च प्राशनं समुदाहृदम् उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते कुर्यादेवमिदं नारी रसकल्याणिनी व्रतम् पुनर्माखे च सम्प्राप्ते शर्करा कलशोपरि कृत्वा तु काञ्चनीं गौरीं पञ्चरत्नसमन्वितां स्वकीयां गुष्टमात्रं च साक्षसूत्रकमण्डलुं चतुर्भुजामिन्दुयुधां सिदनेत्रपडावृताम् तद्वद्गोमिथुनं चैव सुवर्णस्य सिदाम्बरं सवस्त्रं भाजनं दद्याद्भवानी प्रियतामिति अनेन विधिना यस्तु रसकल्याणिनी व्रतं कुर्याच्च सर्वपापेभ्यस्तत्क्षणादेवमुच्यते भवानां च सहस्रं तु न दुःखी जायते क्वचिद् अग्निष्टोमसहस्रेण यत्फलं तदवाप्नुयात् नारी वा कुरुदे यादु कुमारी वा वरानने विधवा च वरागी वा सापि तत्फलभागिनी सौभाग्यारोग्यसम्पन्ना गौरीलोके महीयते इति पठति य इद्धं यशृणोति प्रसङ्गाद् सकलकलुषमुक्तः पार्वतीलोकमेधि मतिमपि च विधत्ते यो नराणां प्रियार्थम् विबुधपदिजनानां लोकघस्यादमोखः तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीं नाम्ना च लोकविख्यातामग्र्यानन्दकरीमिमां यदा शुक्लतृतीयायामषाढर्क्षं भवेत् क्वचिद् ब्रह्मर्क्षं वाधचमखाहस्तो मूलमथापि वा गर्भगन्धोदकैस्नानं तदा सम्यक् समाचरेद् शुक्लमाल्याम्बरधरशुक्लगन्धानुलेपनः भवानीमर्चयेद्भक्र्या शुक्लपुष्पैः सुगन्धिभिः महादेवं च सकलमुपविष्टं महासने वासुदेव्यै नमः पादौ शङ्करायै नमो हरेः जङ्घे शोकविनाशिन्यै मानदायै नमः प्रभोः रम्भायै पूजये दूरू शिवाय च पिनाकिने आनन्दिन्यै कडिं देव्या शूलिनशूलपाणये माधव्यै च तथा नाभिमथशम्भोर्भवाय वै स्तनौ चानन्दकारिण्यै शङ्करस्येन्दुधारिणे उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरेः करावुत्पलधारिण्यै रुद्राय जगतः प्रभो बाहूच परिरम्भिण्यै नित्यप्रीताय वै हरेः देव्यामुखं विलासिन्यै वृषभाय पुनर्विभोः स्मितं च स्मरणीयायै विश्ववक्त्राय वै विभोः नेत्रे मन्दारवासिन्यै विश्वधाम्नेत्रिशूलिनः भ्रुवौ नृत्यप्रियायै च शम्भोर्वै पाशशूलिने देव्याललाडमिन्द्राण्यै वृषवाहाय वै विभोः स्वाहायै मकुडं देव्या विभो गङ्गाधराय वै विश्वकायौ विश्वभुजौ विश्वपादमुखौ शिवौ प्रसन्नवरदौ वन्दे पार्वतीपरमेश्वरौ एवं सम्पूज्य विधिवदग्रदशिवयोः पुनः पद्मोत्पलानि रजसा नानावर्णेन कारयेत् शङ्खचक्रे सकटके स्वस्तिकं शुभकारकं यावन्तः पांसवस्तत्र रजःसपदिदा भुवि तावद्वर्षसहस्राणि शिवलोके महीयते चत्वारि कृतपात्राणि सहिरण्यानि शक्तितः दत्त्वा द्विजाय करकमुदकेन समन्वितं प्रतिपक्षं चतुर्मासं यावदेतान्निवेदयेद् ततस्तु चतुरो मासान् पूर्ववत् करकोपरि चत्वारि कृतपात्राणि तिलपात्राण्यनन्तरं गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम् अपक्वं दधिदुग्धं च गो शृङ्गोदकमेव च अब्दोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः उशिरसलिलं चैव यवचूर्णोदकं पुनः तिलोदकं च सम्प्राश्य स्वपेन्मार्गशिरादिषु मासेषु पक्षद्विदयं प्राशनं समुदाहृतम् सर्वत्र शुक्लपुष्पाणि प्रशस्तानि सदार्चने दानकाले च सर्वत्र मन्त्रमेदमुदीरयेद् गौरी मे प्रियतां नित्यमखनाशाय मङ्गला सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये संवत्सरान्ते लवणं गुडकुङ्कुमसंयुतं चन्दनेन युतं कुम्भं सहस्वर्णाम्बुजेन च उमाया हृदये हैमं तद्विदिक्षु फलैर्युधं सास्थरावरणां शय्यां सविश्रामां निवेदयेद् सपत्नीकाय विप्राय गौरी मे प्रीयतामिति आत्मानन्दकरीं नाम प्राप्नुयात्सम्पदं नरः आयुरानन्दसम्पन्नो न क्वचिच्छोकमाप्नुयात् नारी वा कुरुदे यादु कुमारी विधवा तथा सापि तत्फलमाप्नोति देव्यनुग्रहलालिता प्रतिपक्षमुपोष्यैवं मन्त्रार्चनविधानदः रुद्राणां लोकमाप्नोति पुनरावृत्तिदुर्लभम् इमां यशृणुयान्नित्यं श्रावयेद्वाभिभक्तिदः शुक्रलोकं स गत्वादु पूज्यदे कल्पसंस्थितः शङ्कर उवाच एवंविधा भवति चेन्नारी व्रतपरायणा सावित्री तु वराकी सा तस्या शापस्तु कीदृशः न काचिद्गणना चास्ति यतस्त्रैलोक्यसुन्दरी सा पूर्वस्यापि वन्द्या च लक्ष्मीर्विष्णुप्रतिग्रहाद मया पूर्वं तवार्थाय दक्षयज्ञस्तु नाशितः लक्ष्म्यार्थं विष्णुना चापि वारिधिर्मदितः पुरा आज्ञाकरौ भवत्योश्च मा कुरुष्व भयं क्वचिद् सावित्र्या मननाकार्या कुपिताया प्रसादनं मया च विष्णुना चैव ब्रह्मणा मानमीप्सुना गमिष्ये ब्रह्मसदनं त्वं च तिष्ठवरानने एवमुक्त्वा गदो रुद्रो गौरी तत्र व्यवस्थिता कृतं योगं समग्रं च यज्ञे तस्मिन् हुदाशनः वहंस्तु हव्यं देवानां प्रीणयानो जगत्त्रयं भोजनं द्विजमुख्येषु भोगान्विद्याधरे गणे कामावाप्तिं मनुष्येषु सर्वमेव ददौ प्रभुः रुद्रेणोक्तस्तदा विष्णोर्धर्मांस्ते त्वं प्रकीर्तय गौरीधर्मान् सरस्वत्या व्रतं यत्परिकीर्तितम् इत्येवमुक्ते रुद्रेण विष्णुप्रोवाच सादरं नाकं धर्मं ख्यापयिष्ये स्वकीयं शङ्कराधुना भवानाख्यातुमाहात्म्यं मदीयं सुरसत्तम त्वया वै कथितं पूर्वं कृते वै पापसंक्षयः भविष्यदि न सन्देहो भवान् भूतो भविष्यति भीष्म उवाच मधुरा गीर्भवेत्केन व्रतेन मुनिसत्तम तथैव जनसौभाग्यं मदिर्विद्यासुकौशलम् अभेदश्चापि दाम्पत्ये सङ्गो बन्धुजनेन च आयुश्च विपुलं पुंसां तन्मे कथय सत्तम पुलस्त्य उवाच सम्यक् पृष्ठं त्वया राजन् शृणु सारस्वतं व्रतं यस्य संकीर्तनादेव देवी तुष्येत् सरस्वती यावद्भक्तस्तवं कुर्यादेतद्व्रतमनुत्तमम् प्राग्वासरादौ सम्पूज्य दिव्यं स्तवं समारभेद अथवा रविवारेण ग्रहतारा बलेन च पायसं भोजयेद्विप्रान् कुर्यात् ब्राह्मणवाचनम् शुक्लवस्त्राणि दत्त्वा च स हिरण्यानि चक्रिदः गायत्रीं पूजयेद्भक्रिया शुक्लमाल्यानुलेपनैः यथा न देवि भगवान् ब्रह्मा लोकपितामहः त्वां परित्यज्य तिष्ठेच्च तथा भववरप्रदा वेदशास्त्राणि धर्माणि नृत्यगीतादिकं च यत् न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः लक्ष्मीर्मेधाधरा पुष्टिर्गौरी तुष्टिर्जया मतिः येताभिः पाहि चाष्टाभिमूर्तिभिर्मां सरस्वति एवं सम्पूज्य गायत्रीं वीणाकमलधारिणीं शुक्लपुष्पाक्षतैर्भक्र्या स कमण्डलुपुस्तकं मौनव्रतेन भुञ्जीत सायं प्रातश्च धर्मविद पञ्चम्यां प्रतिपक्षं च गां च विप्रायशोभनां तथैव तण्डुलप्रस्थं कृतपात्रेण संयुतं क्षीरं दध्याद्धिरण्यं च गायत्री प्रीयदामिति सन्ध्यायां च तथा मौनमेदत् कुर्वन् समाचरेद नरात्र्यां भोजनं कुर्याद्यावन्मासास्त्रयोदश समाप्ते दुव्रते दद्याद्भोजनं शुक्लतण्डुलैः दिव्याम्बिदानं खण्डां च सितनेत्रपडान्वितां चन्दनं वस्त्रयुग्मं च दध्यन्नं सुरसं पुनः अधोपदेष्टारमपि भक्र्या सम्पूजयेद्गुरुं वित्तशाढ्ये नरहितो वस्त्रमाल्यानुलेपनैः अनेन विधिना यस्तु कुर्यात् सारस्वतं व्रतम् सौभाग्यमधियुक्तस्तु सूक्ष्मकण्ठश्च जायते सरस्वत्या प्रसादेन ब्रह्मलोके महीयते नारी वा कुरुते यादु सापि तद्फलभागिनी ब्रह्मलोके वसेद्राजन्यावत्कल्पायुधत्रयम् सारस्वतं व्रतं यस्तु शृणुयादपि वा पठेत् विद्याधरपुरे सोऽपि वसेदब्धायुधत्रयम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे व्रताध्यायो नाम द्वाविंशोऽध्यायः ॐ